नमस्कारम्. नमस्कारः. अद्यतन विषयः अस्ति अङ्गकार्ये गुणः इति. तर्हि तत्र भ्वादिगणे अङ्गस्य गुणकार्यम् इति आरभ्य पठ्यते अस्माभिः. तर्हि विजया भगिनी पठति किं भगिनि? आं भगिनि. अजन्तदातवः इति प्रथमबिन्दुः अस्ति तत्र. द्वादौ सप्ततिः इति अजन्तदातवः सन्ति, परन्तु स्वरूपमहोदय वर्गे 69 एव उक्तवती एक भगिनी. ओ इति किं अहमपि पश्यामि. अजन्तदातूनां गुणकार्यं भवति अनेन सूत्रेण सार्वधातुक अर्धधातुकयोः. इदं सूत्रम् अङ्गस्य अन्तिमे स्वरे कार्यं करोति. यदि सः अन्तिमः स्वरः इक् प्रत्याहारे स्यात्. इक् प्रत्याहारः नाम इ उ ऋ ऋ. यत्र धात्वान्ते इकारः ईकारः, उकारः ऊकारः, ऋकारः ऋकारः च अस्ति, तत्र भगिनी किम् उक्तवती वा? न भगिनि, न न अग्रे पठामि वा? तत्र भगिनि क्षम्यतां भगिनि, अङ्गकारे गुण इति करपत्रं वा? आं महोदय. तत्र कुत्र भगिनि? तत्र प्रथमबिन्दुः एतावत् अङ्गकार्ये प्रथमतः प्रथमम् अङ्गकार्यं ये चिन्तनं तत् तदेव वा? प्रथमबिन्दुः अजन्तदातवः भुआदौ सप्ततिः अजन्तदातवः सन्ति इति अस्ति खलु. अत्र ए इति चिन्तनक्रमः अस्ति, अनन्तरं बि इति एवं च अस्मिन् क्रमे क्रियापदस्य निर्माणार्थम् इति अस्ति. तदनन्तरं अकारान्त अकारान्त इति आवलिः दत्ता. तदनन्तरं हलन्तदातवः तर्हि तस्मात् पूर्वं हलन्ताः दातवः पञ्च उपविभागेषु इति दृष्टवान्. तद् समाप्य अग्रे महोदय. अस्तु अस्तु अस्तु गतकक्षायां अजन्तदातवः पठामि वा भगिनि? प्रथमबिन्दुः अजन्तदातवः. अजन्तदातूनां गुणकार्यं भवति अनेन सूत्रेण सार्वधातुक अर्धधातुकयोः. इदं सूत्रम् अङ्गस्य अन्तिमे स्वरे कार्यं करोति. यदि सः अन्तिमः स्वरे युक् प्रत्याहारे स्यात्. ईक् प्रत्याहारः नाम इ ऊरु लृ. यत्र धात्वान्ते इकारः ईकारः, उकारः ऊकारः, ऋकारः ऋकारः च अस्ति, तत्र शप् विकर्णप्रत्ययस्य कारणेन स्वरस्य गुणः भवति. शप् षित् अपि अस्ति, टित् अपि अस्ति, अतः तस्मिन् परे गुणः भवति. अनन्तरं यतोहि नूतनस्य गुणस्वरस्य परं स्वरः अस्ति, शपः अकारः, अतः यचो यवायवः इत्यस्य प्रसक्तिः अस्ति. ये स्थाने ऐ, ऐ स्थाने आय्, ओ स्थाने औ, औ स्थाने औ. तर्हि द्वादिगणे एतत् सर्वं पश्यामः. तर्हि किम् इत्युक्ते पुनरालोकनरूपेण वदामि. अत्र गुणकार्यविधायकसूत्राणि तु सूत्रे द्वे सूत्रे स्तः खलु, केवलं सूत्रद्वयमेव अस्ति. सार्वधातुक अर्धधातुक इति एकं सूत्रम्, अनन्तरं उगन्तलघुपदस्य च इति. किं वदति यदि सार्वधातुक अर्धधातुक वदति सार्वधातुक वा अर्धधातुक वा प्रत्यये परे किम् अस्ति इक् इक् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् तस्य गुणकार्यं गुणं भवति इति, गुणवर्णः आदेशः भवति तस्य स्थाने इति. इक् प्रत्याहारे कश्चन वर्णः इति दीर्घः वा भवतु, ह्रस्वः भवतु, तस्य स्थाने गुणवर्णस्य आदेशः भवति. अनन्तरं द्वितीयसूत्रं किं वदति पुकन्तलघुपतस्य च? तदेव सार्वधातुकप्रत्यय वा आर्धधातुकप्रत्यय वा परे अस्ति चेत् यदि उपधायां लघु इक् वर्णः, इक् प्रत्याहारस्य कश्चन वर्णः किन्तु लघुवर्णः एव, लघु इक् वर्णः अस्ति चेत् तस्य गुणः भवति इति. अधुना वयम् अजन्तधातूनां विषये पश्यामः. अजन्तधातूनां विषये सार्वधातुक आर्धधातुकयोः इति अन्तिमस्वरस्य गुणः, अनन्तरं पुगतलघुपदस्य चेति उपधावर्णस्य गुणः. तर्हि यत्र अजन्तधातवः इति वदामः तस्मिन् समये केवलम् एकस्य एव सूत्रस्य प्रसक्तिः भवति खलु सार्वधातुकार्धधातुकयोः. किमर्थम् इत्युक्ते अन्तिमवर्णः स्वरः अस्ति, तस्मात् उपधावर्णः, तस्य उपधावर्णः कः अस्ति इत्युक्ते हल्वर्णः भवति खलु. इति कृत्वा केवलं पुगन्तलघुपदस्य च हल्वर्णस्य कार्यं किमपि नास्ति खलु इति कृत्वा उपधावर्णः हल्वर्णः. तर्हि केवलम् अन्तिमवर्णः स्वरस्य एव गुणकार्यं भवितुम् अर्हति सार्वधातुकार्धधातुकयो अनेन सूत्रेण. तर्हि यथा भगिना पठितं यत्र अजन्तदातवः सन्ति तर्हि अनेन सूत्रेण गुणकार्यं भूत्वा तदनन्तरं किं गुणवर्णः अनन्तरं योगः अ इति विकरणप्रत्ययः वर्तते भुआदिगणे. तस्मिन् समये एचोयवायावः इति अस्माकं सूत्रयान्तवान्त आदेशसन्धिं सन्धिं भूत्वा ऐ आदेशः भवति. ऐ वा आय् क्षम्यताम् यान्तवान्त आदेशसन्धिः भवति. ऐ आय् अव् आव् इति वदतु महोदय, प्रश्नः अस्ति किल? वासि महोदय, नमस्ते महोदय. किं महोदय? न महोदय, अद्य तु केवलम् अस्माकं वर्गः साप्ताहिकवर्गः अस्ति खलु, व्याकरणवर्गं प्रचलति. अत्र तु वयं केवलं ध्वनि द्वारा एव किमस्ति वीडियो शेरिङ्ग् किमपि नास्ति, न कुर्मः. ओ अस्तु महोदय, इतः पूर्वं न आगतवान् किम्? अत्र वर्गं न आगतवान् किम्? ओ अस्तु महोदय, तर्हि अहं चिन्तयामि भवतः कृते प्रायः 2019 सेप्टेम्बर् इति क्लास् अस्ति खलु, तत्र गच्छति चेत् प्रायः इतोपि मेड् बि यूस्फुल् फार् यु महोदय. Okay. You can sit in this class. If you want to sit through the class, it's okay. But then the other one, which started in September, this one, I think we started in, January, right? So we're a little ahead. But if you join the class, it started in September 2019. The heading will say September 2019. If you join one of those classes, it'll be easy for you to pick up. Ashtu. Shamitam Bhagini. अग्रे राजेन्द्रमहोदय पठति किं महोदय? आं भगिनि, भवादिगणे आकारान्ताः दातवः न सन्ति. तत्र कोऽपि आकारान् दातवः न सन्ति, तत् इकारान्तः दातवः, तस्य वर्णनं अत्र आगच्छति. भवादः ईदृशः सप्तदातवः सन्ति. जि योग शप्, जि धातु अस्ति भवादिगणे, तत्र शप् लशकु तदिते इत्यनेन शकारलोपः, हलन्त्यम् इत्यनेन पकारलोपः. जि योग एव अवशिष्यते. जि योग सार्वधातुकार्धधातुकयोः इत्यनेन इगन्तस्य गुणः भवति. जे आगच्छति जे योग योग एचो यवायावः सूत्रेण सन्धिकार्यम् ऐ आदेशः भवति. एकारः अपि च अकारः ऐ आदेशः भवति. जय् योग अ जय् इति अङ्गं निष्पद्यते. अत्र बोध्यं यत् शप् निमित्तीकृति जि इति अङ्गं, ति निमित्तीकृति जय् इति अङ्गं, ति निमित्तीकृत्य जय् इति अङ्गं, तथैव अपि अग्रे सर्वत्र. अत्र यथा यदा अग्रे कार्यं प्रचलति तत् तिङ् प्रत्ययः, ति सिद्धतिङ् प्रत्ययः आगच्छति, तस्य कृते जाये अङ्गं भवति. तत्पूर्वं यथा शप् प्रत्यय आगच्छति तस्य कृते जि अङ्गमासीत्, तत् कार्यं भूत्वा तत् जय निष्पन्नं भवति, तदनन्तरं जय अङ्गं भवति ति प्रत्ययस्य कृते, तथा च क्षि योग शप् क्षि योग अकारः योग क्षे क्षे भवति, अकारः तु शप् प्रत्ययात् अवशिष्यते, तत् क्षीयोग अ तत् गुणं भूत्वा क्षे योग अ क्षाय योग आय क्षय इति अङ्गं, तथैव जृ जिरि ज्राय् भवति, अत्रापि अत्रापि गुणं भूत्वा ज्राय् श्वि योग श्वाय् स्मि योग स्माय् श्री योग श्राय् इति अकारः तत्र उच्चारणीयः स्मय श्रय इति अङ्गं श्रय आं श्रय स्मय श्वय ज्राय अस्तु महोदय, अत्र प्रश्नः नास्ति खलु, सरलमासीत् खलु, केवलं शप् आगत्य प्रथमं सार्वधातुकार्धातुकयोः इति गुणकार्यं शप् इति आगच्छति, शप् शित् अस्ति अनन्तरं पित् अपि अस्ति इति कृत्वा गुणकार्यं निश्चयेन भवति, तत्तु पूर्वं दृष्टवन्तः खलु, यदि शित् अस्ति इति कृत्वा किं केन सूत्रेण कथं सार्वधातुकार्धातुकयोः तस्य प्रसक्तिः कथं स्यात् इत्युक्ते शप् तु षित् अस्ति इति कृत्वा तिङ्क्षित् सार्वधातुकम् अनेन सूत्रेण सार्वधातुकसंज्ञा प्राप्तवती, तर्हि सार्वधातुक आर्धातुक इति सार्वधातुकप्रत्ययः अस्ति इति कृत्वा गुणकार्यं प्रेरयति विदधाति, किन्तु यदि पित् आसीत् चेत् नित् वा पित् वा गित् वा नित् वा आसीत् चेत् गुणकार्यनिषेधकं सूत्रम् अन्यत् अस्ति, निति च इति सार्वधातुकम् अपि निति च इति सूत्रद्वयं वर्तते, अत्र तु पित् अस्ति इति कृत्वा गुणकार्यनिषेधं तु न भवति, बाधा नास्ति गुणकार्यस्य इति कृत्वा निश्चयेन गुणकार्यं भवति, तर्हि जययोगः अजय इति अङ्गं निष्पादितं, प्रश्नः नास्ति खलु, समान सोपानानि सन्ति अग्रे अपि. रघुपतिमहोदय पठति महोदय. ईकारदातवः भादौ ईदृशी द्वौ धातुः स्तः डि अपि च नि धातु, डि अत्रापि ईका ईगन्त धातुः अस्ति, ईकारान्तधातुः अस्ति, प्रथमं गुणः भवति शप् निमित्तीकृत्य, अनन्तरं यचोयवायावः इति सूत्रेण अय भवति, अतः डि योग शप् भवति डय भवति, तथा तथैव नियोग शप् अपि नय भवति, नय भवति, प्रथमं तु नि ने भवति शप् निमित्तीकृत्य, पक् षित् अस्ति अतः तिङ्क्षित् सार्धातुकं सारि सार्धातुकार्धातुकयोः इति सूत्रेण गुणः भवति, गुणभूतानन्तरं सन्धिकार्यं यचोयवायावः, अतः अन्तिमरूपं नय अथवा ईकार अथवा ईकार भवतु, तत्र अय एव भवति, अदन्त अङ्गे अदन्त ईगन्त सारि भुवादिगणे ईकारान्तदातुः अस्ति, ईकारान्त तत्रापि द्वौ स्थाने स्थाने अपि इय एव भवति, धन्यवादः. अस्तु, उकारं दातवः भवादौ ईदृशाः पञ्चदश दातवः सन्ति, ध्रू योग योगः शप् अत्र दशकप्रभृति सूत्रेण अशकारस्य लोपः पकारस्य हलन्तमिति इत्यनेन ध्रू योग अ, इदानीम् उ अस्ति उकार अस्ति उगन्त उकारदातवः अस्ति, अतः गुणा भवति ओ भवति, धो ध्रो योग अ भवति, सन्धिकार्यं यचोयवयाः, अत्र अव भवति, औ औ इति अस्ति ओकारस्य ओकार अव भवति, अतः ओकारस्य स्थाने अव अथवा अव योग अ अवयोग अ द्रव इति अङ्गम्, तथैव श्रूयते भगिनि? आं महोदय, शृणोमि. अस्तु, तथैव स्तृयोग शप् स्त्रूयोग अ स्त्रो गुण भूत्वा स्त्रोयोग अ ओकारस्य स्थाने यचो याव सूत्रेण वकार आगच्छ अव् आगच्छति स्त्राव स्त्रव्योग अ स्त्रव तथैव कु भवति कव घु भवति घव उ भवति अव डु इति धातु डव च्यु इति धातु च्यव प्रु इति धातुः अस्ति तत्रापि प्रथमं गुणः अनन्तरम् यचोयवयः इति सूत्रेण अव इति प्रव भवति तथैव उ अस्तु विजया भगिनी पठति ऊकारान्ताः दातवः द्वाद ईदृशः त्रयः दातवः सन्ति भू योगः शप् तत्र भू इति भवति अनन्तरं भू योगः अकारः भो गुणः भूत्वा तत्र ऊकारः ओकारः भवति भो योगः अकारः तत्र बौ इति भवति बौ योगः अकारः योगः भव तत्र ओकारस्य अनन्तरं यचोयवयवः इति यान्तवन्त सन्ति भूत्वा तत्र ओकारः औ इति भवति एकारः अव् इति भवति ओकारः अव् इति भवति अनन्तरं भव इति अङ्गं भवति भू अनन्तरं मू योगः शप् मव इति भवति पू योगः शप् पव इति एतत् सर्वं गुणकार्यं भूत्वा तत्र मव पव इति निष्पन्नम् अनन्तरं पठामि वा भगिनि? आं भगिनि. पूयोगः शप् उदाहरणरूपेण पूयोगः शप् तत्र पू योगः अकारः पू योगः सार्वधातुक अर्धधातुकयोः इगन्तः गुणः पो इति भवति अनन्तरं पो योगः अकारः ओकारः औ इति रूपं यान्तवान्तदेशे सन्तिः तत्र कार्यं भूत्वा औ इति भवति औ अनन्तरम् आ योजनेन यचोयवयावः इति सूत्रेण अपि तत्र पव इति रूपं निष्पन्नम् अङ्गकार्यं ऋकारान्तकदातवः द्वादौ ईदृशाः एकादशदातवः सन्ति हृ योगः शप् सत्य तत्र शकारस्य लसक्व तथिति इति अनेन शकारः लोपः भवति पकारः अलन्त्यं तस्य लोपः इति सूत्रेण पकारः लोपः भवति अकारः एव तिष्ठति अनन्तरं हृ योगः अकारः सार्वधातुक अर्धधातुकयुः इत्यनेन इगतस्य गुणः अतः अर् इति योगः अकारः अर् इति अङ्गं तत्र तदेव अर् इति कथं भवेत् इति जानाति किं भगिनि? सर्वे जानन्ति अर् इति पूर्वमेव वयं दृष्टवन्तः इकारः ईकारः ओकारः एतत् अर् इति तत्र गुणः भूत्वा गुणवर्णाः इति वदामः चेत् त्रयः वर्णाः एव सन्ति गुणवर्णेषु सूत्रमस्ति अदेङ् गुणः इति अकारः अनन्तरम् एङ् प्रत्ययः वर्णः वर्णः न तदेव अदेङ् गुणः इति संज्ञासूत्रमस्ति अकारः ह्रस्व अकारः अनन्तरम् एङ् एङ् इत्युक्ते ए ओ इति ए ओ द्वयमपि सन्ति तर्हि वर्णत्रयमेव गुणवर्णाः सन्ति तर्हि रेपः कथम् आयाति इत्युक्ते प्रथमम् अदेङ्गुणः इत्यनेन गुण इति संज्ञासूत्रमस्ति तर्हि हृ इत्यस्य ऋकारस्य गुणवर्णः स्थाने गुणवर्णः खलु, तर्हि तस्य स्थाने यत् वर्णः समानता यस्य वर्तते तदेव आयाति खलु. तर्हि अकारः एकारः ओकारः पश्यामः चेत् ऋकारस्य समानम् अस्ति अकारः, ह्रस्व अकारः. तस्मिन् विषये अग्रे करपत्रे पृथक्तया दत्तम् अस्ति. तर्हि ह्रस्व अकारः आयाति ऋकारस्य स्थाने. ह्रस्व अकारः यदा आयाति तस्मिन् समये उरन् रपरः इति अन्यत् सूत्रमस्ति. यत्र यत्र ऋकारस्य स्थाने कश्चन वर्णः आयाति चेत् तादृशवर्णः रेप् तस्य परे रेपः अपि आयाति इति कृत्वा अकारः भूत्वा प्रथमम् प्रथम अकारः भूत्वा अनन्तरम् उरण्ड्रपरः इत्यनेन रेपः अपि आयाति. तर्हि अर् इति रूपम् अर् इति गुणं भूत्वा अर् इति साधयामः. तर्हि हर् योगः हर इति अङ्गम् गुणसन्धिः तत्र ए ओ अर् अपि अस्ति अतः अदेन गुणः इति तत्र कार्यं अर् इति नास्ति, अत्र अकारः एव अस्ति, ह्रस्वकारः उरण्ड्रपरेण रेपः आयाति. अदेन गुणः इति संज्ञासूत्रम्. अदेन गुणः किं वदति, अकारः अ इति अस्ति खलु, अ इति अकारः. अनन्तरम् एङ् एङ् प्रत्याहारे के के वर्णाः सन्ति, एकारः ओकारः एव, तर्हि वर्णत्रयमेव स्तः अ ए ओम्. किन्तु रेपः तु भिन्नसूत्रेण उरण्ड्रपरः इति सूत्रेण. यत्र यत्र गुणवर्णः आयाति अकारः आयाति ऋकारस्य स्थाने तत्र तत्र रेपः अपि पर्यायति. स्थानेन्द्रतमः अपि वदामः खलु भगिनि, तेन एव स्थानेन्द्रतमः इत्यनेन एव तत्र ऋकारस्य स्थाने अकारः वा एकारः वा ओकारः वा कः वर्णः इति प्रश्ने सति अकारः आयाति स्थानेन्द्रतमः इत्यनेन. अस्तु तथैव समाप्य योगः शप् तत्र हर् प्र इति आगच्छति, गृ गर् गृ गर गुरु गृ गर् गर गृ गर सृ स्वर स्मृ स्मर इति रूपं निष्पन्नं तत्र. एतत् सर्वं गुणः भूत्वा तत्र आगच्छति. धन्यवादः भगिनि. राजेन्द्रमहोदय. आम् आम् ऋकारान्त धातवः भवादौ ईदृशः एकः धातुः अस्ति तृ तृयोगश अत्रापि तृ आक्चुलि अस्ति त्रियोगश अत्र त्रि अत्र अनादेशः भवति अनन्तरम् उरण्ड्रपरसूत्रेण तर् आदेशः तर् भवति तर् योग अकारः तर् निष्पन्नं भवति. एकमेव एकः एव धातुः अस्ति ऋकारान्त धातुः. अत्र तु दीर्घकारः अस्ति परन्तु ह्रस्व अथवा दीर्घ भवतु तत्र तादृशी प्रक्रिया भवति, कार्यं तथैव भवति. एजन्ताः धातवः भवादौ ईदृशाः एकत्रिंशत् धातवः सन्ति. एच् इति प्रत्याहारः ए ओ ऐ औ येषां धातूनाम् अन्तिमः वर्णः ए ओ ऐ औ च ते एजन्ताः धातवः. अतः सार्वधातु कार्धातुयोः इत्यस्य प्रसक्तिः नास्ति किल, यत् यतः धातवन्ते इ उ रि वा नास्ति, केवलं सन्धिकार्यं भवति अत्र. एच यवायावः इति कारन्तः एचः स्थाने ऐ ऐ औ ऐ आव् एते आदेशाः भवन्ति. उदाहरणत्वेन अत्र तु यथा एजन्ता धातुः अस्ति तत्र अन्ते ए ओ ऐ औ वर्णाः सन्ति अन्ते तेषां कृते तु तेषां तत्र चत्वारि वर्णाः सन्ति तस्मिन् प्रत्याहारे एच् प्रत्याहारे ए ओ ऐ औ ते एजन्ता धातवः. अत्र एजन्ता धातुः अस्ति परन्तु तत्कारणात् अत्र सार्वधातुक अर्धधातुकयोः तस्य प्रसक्तिः नास्ति, यथा तत् प्रसक्तिः केवलं यथा धातु अन्ते इ उ रि भवति तत्रैव भवति, अत्र तु ते तादृशी वर्णाः न सन्ति, तत्कारणात् सार्वधातुक अर्धधातुकयोः तत् एजन्तधातवः कृते तत् प्रसक्तिः नास्ति, केवलं सन्धिकार्यम् अत्र भवति, अत्र एच्छा क्रमशः यत् ए ओ ऐ औ तत् ए स्थाने ऐ, ओ स्थाने औ, ऐ स्थाने ऐ, औ स्थाने औ इति आदेशः भवन्ति। अत्र उदाहरणत्वेन दे योग शप् अत्र दशक तदिते अपि च हलन्त्यं तत् सूत्रेण शकारपकारस्य इति संज्ञा भूत्वा तस्य लोपः भवति, तत् दे योग अकारः अत्र तु एचो यव यावः अत्र यकारः दै योग ऐ अ दै योग ऐ दय तत् एकारस्य स्थाने ऐ आदेशः भवति, अन्ततो अकारं मिलित्वा तत् दय इति अङ्गं भवति। तथैव मे योग शप् मे योग अकारः अपि च मै मै योग अ मय दे योग दाय दय धे योग धय वे योग वाय रूपाणि निष्पन्नं भवन्ति। धय योग शप् अत्रापि धय अस्ति, तत्कारणात् अत्र एजो यव याव ऐ स्थाने आय आदेशः भवति, तत् दाय योग अ अकारः दाय, तथैव घय योग तत्र अपि ऐकारः अस्ति, तत् तत् कारणात् तत् आय् आदेशः भवति, गाय गाय योग गाय पये योग पय पयै योग पाय शय श्याय त्रय त्राय जय जाय शय शाय तत् रूपाणि निष्पन्नं भवन्ति। धन्यवादः महोदय। अन्य कः आगतः? अन्य कः अस्ति नूतन अनानिमस् इति प्रदर्शयति? अरुणरामलु अस्तु अस्तु, नमस्ते अरुणा भगिनी, स्वागतं भगिनि। रघुपतिमहोदय अग्रे पठति किं महोदय? एकनिमिषं हलन्तदात्त वा आं महोदय भगिनि तथा हलन्तदात्त वा न हलन्तदातवः भवतौ ईदृशाः पञ्चाशत् सारि अष्टशतं दातवः सन्ति, अष्टशतं वा अष्टशतं दातवः सन्ति। अत्र इगुपदधातूनाम् उपधायाम् इक् स्वरस्य गुणः, इक् प्रत्याहारः नाम इ उ रु लृ इगुपदधातुः नाम यस्य धातोः उपधायाम् इक् स्वरः अस्ति सः, स्वरात् तकारस्य योजनेन केवलं ह्रस्वस्वरः निर्दिष्टः, अतः इत् नाम ह्रस्व इकारः, उत् नाम ह्रस्व उकारः, ऋत् नाम ह्रस्व उकारः ह्रस्व ऋकारः, इदुपदधातुः नाम यस्य धातोः उपधायां ह्रस्व इकारः अस्ति सः, उदुपदधातुः नाम यस्य धातोः उपधायां ह्रस्व उकारः अस्ति सः। एकनिमिषम्। ऋदुपदधातुः नाम यस्य धातोः उपधायां ह्रस्व ऋकारः अस्ति सः। अग्रे अस्तु अग्रे पठामि वा अनन्तरं? आं महोदय वदतु, तत् उक्त्वा अग्रे अपि पठतु अग्रिमपङ्क्तिमपि। अस्तु, अत्र हलन्तदातवः हलन्तदातवः तत्र पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति, उपधायाम् इक् इक् वर्णः अस्ति, इक् स्वरः उपधायाम् इक् स्वरस्य गुणः भवति, तत्र ह्रस्व उगन्तलघु उपधा ए अस्ति, अतः लघु इकार इकार उकार ऋकार इति तेषां ह्रस्व ह्रस्वरूपं रूपाः सन्ति चेत् तेषां गुणः भवति इति उपधायाम् इति इत्युक्ते लास्ट् बट् वन् पेनल्टि मीट् अस्ति वा अस्तु आं महोदय अन्तिमस्वरात् प्राक् यत् अस्ति अन्तिमस्वरात् अन्तिमस्वरात् अन्तिमवर्ण सारि अन्तिमवर्णस् अन्तिम अल् वर्णस्य परे पूर्वम् अस्ति तत् उपदा इति उपदा अस्ति अत्र भगिनि स्वरात् तकार तपर तकारस्य किं किमर्थम् अर्थं तदेव महोदय उक्तवान् खलु तदेव तपरकरणम् इति वदामः तपरस्य किमपि नास्ति पाणिनेन किम् इत्युक्ते अत्र पश्यति चेत् पुष्पादीक्षितमहोदयः पुत्रपुस्तके वद इदुपददातवः इति वदति पुष्पमहोदय तर्हि इदुपद किमर्थम् इत् उपदा इति किमर्थम् इकारः केवलं ह्रस्व इकारः उपदायाम् अस्ति इति कृत्वा इत् ह्रस्व इकारः तर्हि इत् इति संज्ञा ह्रस्व इकारं सूचयति सामान्यतया इक् प्रत्याहारे वयम् इक् इति वदामः चेत् प्रत्याहारस्य कश्चन वर्णः वदामः चेत् तत्तु ह्रस्व वा दीर्घ वा प्लुतः सर्वेषामपि ग्रहणं भवति अनुनासिक भिन्नभिन्न किमस्ति ह्रस्वदीर्घ प्लुत सर्वेषामपि ग्रहणं भवति किन्तु यत्र इत् इति तपरकरणं क्रियते चेत् यत् सूचितं तस्य एव ग्रहणम् इत्युक्ते ह्रस्व इकारः इत् इति योगः इत् इति सूचितमस्ति चेत् तकारः तस्मात् परे सूचितं चेत् सूचितः चेत् तर्हि ह्रस्व इकारस्य एव सूचना दीर्घ इकारस्य तत्र ग्रहणं नास्ति अस्तु अहं चिन्तितवान् पुगन्तलघुपदस्य तत्र लघु उपदा अस्ति तर्हि वयं किं पुगन्तलघुपदस्य च यत्र वयं हलन्तदातवः इति वदामः तत्र तु अन्तिम अल्वर्णः तु हलन्तः अस्ति स्वरः नास्ति व्यञ्जनमस्ति इति कृत्वा सार्वदातुक आर्धातुक इत्यस्य प्रसक्तिर्नास्ति तर्हि केवलं पुगन्तलघुपदस्य च इति सूत्रस्य एकस्य एव सूत्रस्य कार्यं भवितुम् अर्हति खलु तर्हि स्वरः तु अन्तिमवर्णः हल् वर्णः इति कृत्वा उपदा यत् वर्णः अस्ति तदनुसृत्य आयाति उपदावर्णः इति ह्रस्व इकारः वा ह्रस्व उकारः वा ह्रस्व ऋकारः अस्ति चेदेव कार्यम् अन्यवर्णः अस्ति चेत् उपदायां दीर्घ इकारः वा दीर्घ उकारः वा दीर्घ आकारः वा एकारः वा ऐकारः यत्किमपि भवतु उपदायां तस्य तु अस्माकं मूल्यं नास्ति किमर्थम् इत्युक्ते पुगन्तलघुपदस्य च इत्यस्य कार्यं न भवति तर्हि कृत्वा तस् अस्माकम् अधुना अस्माकं श्रेणीकरणं हलन्तधातूनां कथं स्यात् इदुपद उदुपद ऋदुपद इति एव अवगच्छति वा महोदय तद् स्मारयितुमेव महोदयेन तद् पूर्वं स्थापितम् अस्तु अत्र हलन्तेभ्यः धातुभ्यः पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः यतोहि इदं सूत्रं कार्यं करोति उपधायाम् अपि च एषु धातुषु उपधायां बहुत्र ह्रस्वः ह्रस्वैकः स्वराः सन्ति अत्र अवधेयं यत् सूत्रानुसारं केवलं लघु इकः गुणः भवति न तु दीर्घः दीर्घ इकः सूत्रार्थे तदा गुणः भवति यदा सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा परे अस्ति शप् तु सार्वधातुकप्रत्ययः अतः सूत्रस्य प्रसक्तिः कथम् इदं कार्यं दृश्यते इति अधः पश्यामः अस्तु हलन्तेभ्यः धातुभ्यः इक् उपदायां स्थितस्य इक् ह्रस्व इक् वर्णस्य स्वराणां गुणः भवति इति अस्ति गुणः किमर्थं भवति परे शप् अस्ति अतः शप् अस्ति सार्धगन्तलघुपदस्य च शपि परे इति अस्ति वा शपि परे अस्ति चेत् गुणः भवति अग्रे पठामि वा? प्रायः अरुणा भगिनी किं पठन् पठितुं न इदुपदधातवः इदुपदाः धातवः भवादौ ईदृशः चत्वारिंशत् धातवः सन्ति उदाहरणं टिक् योगः शप् दशक्पत्तद्यते इत्यनेन शकारः लोपः हलन्त्यमितेन पकारलोपः टिक् अयोगः आ पुगन्तलघुपदस्य लघुपदस्य इत्यनेन उपधायाम् इक् स्वरस्य गुणः भवति टेक् योगः आ टेक इति अङ्गम् तयोः तथा एव इट् योगः शप् एट् पिट् इत्यादीनि अङ्गानि निष्पन्नानि. प्रश्नः नास्ति खलु भगिनि? आगच्छति खलु. उपदा लघु इक् वर्णस्य गुणं भूत्वा अनन्तरं मेलनं वर्णमेलनं भवति. इदुपदाः भवादौ ईदृशाः चत्वारिंशति धातवः सन्ति सुच् योगः शप् दशक्वद्दिते इत्यनेन शकारलोपः हलन्त्यमितेन पकारलोप ततः आ एव अवशिष्यते सुच् योगः आ पुगन्तलघुपदस्य च इत्यनेन उपधायाम् इक् स्वरस्य गुणः भवति सोच् योगः सोच इति अङ्गम् तथा एव कुच् योगः शप् खोज लुट् लोट् मुद् मोद् मोदा भवति शुभ् शुभ शोभ इत्यादीनि अङ्गानि निष्पन्नानि. अवगतम्? अवगतं खलु भगिनि. केवलं किम् इत्युक्ते सर्वत्र क्षेणीकरणं कृतं तावदेव. यदि अजन्तदातवः हलन्तदातः इति चिन्तनद्वयं अजन्तः अस्ति चेत् सार्वधातुकार्धत्वेः आर्धधातुकयोः हलन्तः अस्ति चेत् पुद्गन्तलघुपदस्य चेत् सूत्रस्य कार्यम्. अजन्तदातुः अस्ति चेत् वयं तु किम् अस्ति अस्माकम् अजन्त इगन्त किम् अस्ति इकारान्ताः अकारान्ताः उकारान्ताः इति चिन्तनं भवति श्रेणीकृतम्. अनन्तरं हलन्तदातुः अस्ति चेत् वयं उदुपद इदुपद इति चिन्तनम् अस्माकं तावदेव. कः लाभः इत्युक्ते एकस्य वयं रूपं जानीमः सूत्रं कार्यं किम् इति जानीमः चेत् अन्येषां धातूनां सर्वेषामपि समानकार्यम् इति कृत्वा. अग्रे विजय भगिनी पठति भगिनि. भगिनि पृच्छतु. तत्र सार्वधातुक अर्धधातुकयोः रस्व दीर्घकार्यं करोति, परन्तु सुगन्धलघुपदस्य तत्र रस्व एव कार्यं करोति. आम्, किमर्थमित्युक्ते सार्वधातुक किमर्थमित्युक्ते सार्वधातुक अर्धधातुक इति सूत्रे तु केवलम् इक् प्रत्याहारस्य वर्णः इत्येव उक्तमस्ति. इक् प्रत्याहारस्य वर्णः इत्युक्ते प्रत्याहारः इति यत्र वदामः तत्र तु लघु दीर्घस्य इति किमपि नास्ति. लघु वा दीर्घ वा प्लुत अपि प्लुतवर्णस्य अपि ग्रहणं भवति, किन्तु तादृश धातवः न सन्ति इति कृत्वा वयं न पश्यामः. किन्तु प्रत्याहारः इति वदामः चेत् तत्र तु लघु दीर्घ प्लुत त्रयाणामपि ग्रहणं भवति. अत्र पुगन्तलघुपदस्य च इति पश्यामः चेत् तत्रैव सूत्रे एव उक्तमस्ति केवलं लघु इक् प्रत्याहारस्य एव गुणः इति लघु इति तत्र अनुवृत्ति सूत्रे एव उक्तमस्ति खलु इति कृत्वा केवलं लघु इति. आं भगिनि, आं भगिनि, धन्यवादः. धन्यवादः. ऋदुपदाः इति तत् केवलं वयम् उदाहरणार्थं गुणकार्यम् इति पश्यामः. अग्रे गत्वा यत्र वयं वादौ पश्यामः, वादिगणे, दिवादिगणे, अन्ये चुरादिगणे तत्रापि कार्यं भवति गुणकार्यं, पृथक्तया पश्यामः. एतादृशमेव वयं श्रेणीकृत्वा वयं पश्यामः. विजया भगिनी पठति किं भगिनि? अस्तु भगिनि. ऋदुपदाः द्वादौ ईदृशः विंशतिः धातवः सन्ति. ऋकारः इत्यस्य गुणः अर्. गृज् योगः शप्. लशस्य कथिते इति अनेन शकारस्य लोपः भवति. अलन्त्यम् इति अनेन पकारस्य लोपः भवति. गृज् योगः अकारः. पुकन्तलघुपदस्य च इति अनेन उपदायं लिक् स्वरस्य गुणः तत्र भवति. गर्ज् इति आगच्छति. गृज् इति गर् अर् योजनेन ऋकारस्य स्वरस्य सन्धिकार्यं भूत्वा तत्र अर् इति भवति. अर्थः गर्ज् योगः अकारः गर्ज् इति अङ्गं भवति तत्र. तदेव कृष् योगः शप्. कर्ष् इति आगच्छति. ऋष् हर्ष. सृप् सर्प. मृष् मर्ष इत्यादीनि अङ्गानि निष्पन्नानि अर् इति कार्यं भूत्वा. अनन्तरं पठामि वा भगिनि? आं भगिनि. अधुपदाः द्वादौ ईदृशाः पञ्चत्रिंशत् अधिक द्विशतं दातवः सन्ति. अत्र ह्रस्व अकारः उपदायाम् अस्ति. अकारस्य गुणविकृतिः न भवति एव, अतः किमपि अङ्गकार्यं नास्ति. लज् योगः शप्. लशक्रतटिते इत्यनेन शकारः लोपः, अलन्त्यं तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति. लज् एव तिष्ठति. तत्र कार्यं किमपि नास्ति. ह्रस्व अकारः एव. लज् योगः अकारः लज् इति अङ्गं. तदेव अक् योगः शप्. अक् नट् योगः नट् इति पदं तत्र. नट यत् यत् वद् वद इत्यादीनि तत्र अङ्गानि निष्पन्नानि. शेषाः द्वादौ ईदृशाः षोडशाधिकपञ्चशतम् अधिकं धातवः सन्ति. अत्र उपदायाम् इकः स्वरः नास्ति, अतः किमपि अङ्गकार्यं नास्ति. सेक् सेक् योगः शप्. लसकृतटिति इत्यनेन शकारस्य लोपः, अलन्त्यम् इत्यनेन पकारस्य लोपः भवति. सेक् योगः अकारः सेक एव इति अङ्गं भवति तत्र. तदेव मृच् मूर्च् योगः शप्. मूर्च् मूर्च. अनन्तरं मन्त् योगः मन्त् इति पदं तत्र. मन्त. अनन्तरं बन्द् इति पदं बन्द. सूद् इति पदं सूद. इत्यादीनि अङ्गानि निष्पन्नानि इति द्वादिगणे विकर्णप्रत्ययस्य निमित्तिकम् अङ्गं कार्यं, विशेषतः गुणकार्यम्. अन्यानि अङ्गानि अङ्ककार्याणि अग्रे वक्ष्यन्ते इति. एतत् सर्वं सुलभमेव. तत्र अकारः एव कार्यं करोति. ह्रस्व एतत्स्थाने दीर्घ इकारः एतत् न कार्यं करोति. अकारः एव ह्रस्व अकारः एव ह्रस्वकारः भगिनि. ह्रस्व इक् प्रत्याहारस्य लघु इक् अस्ति चेत् एव कार्यं करोति खलु, कुदन्तलघुपदस्य च इत्यनेन. अकारः ह्रस्व अकारः उपादायम् अस्ति चेत् किमपि कार्यं नास्ति. अन्य किमपि वर्णः भवतु वा, एकारः, ऐकारः, ओकारः, हल् वर्णः सन्ति चेत् अपि कार्यं नास्ति. केवलं ह्रस्व इक् वर्णस्य कश्चन वर्णः अस्ति चेत्, ह्रस्व इक् प्रत्याहारस्य वर्णः अस्ति चेदेव गुन्तलघुबुधस्य चेत् इत्यस्य कार्यम्. एतत्तु सामान्यकार्यम् अस्ति भवादिगणस्य. गुणकार्यं प्रमुखविषयः अस्ति, अन्येषु गणेषु अपि आयाति, चुरादिगणे अपि आयाति तादृश एतादृशं कार्यं. तर्हि आहत्य एतदेव अस्ति, तत्रापि एतदेव वयं पुनः पश्यामः. किन्तु किमित्युक्ते अत्र भुवादिगणः पाठः इति प्रवर्तते तस्मिन् समये किञ्चित् कानिचन विशिष्टसूत्राणि अपि सन्ति, विशिष्टदातवः सन्ति, तेषां कार्याणि पृथक्तया पश्यामः तत्र. किन्तु आहत्य एतदेव अस्ति, अधिकतया तु भुवादिगणस्य दातवः इति चिन्तयामः चेत् एव एतानि कार्याणि एव पूर्णतया. प्रश्नः नास्ति खलु, अवगच्छति खलु किमर्थं वयं श्रेणी किमर्थं श्रेणीकृतम्, अनन्तरं किमर्थं वयं गुणकार्यम् इति पृथक्तया पठितवन्तः इत्युक्ते, वयं मनसि यत् भवतु इत्युक्ते अजन्तदातवः अलन्तदातवः इति चिन्तनं पृथक्तया भवतु. किमर्थम् इत्युक्ते अजन्तदातवः अस्ति चेत् ह्रस्व वा लघु इक् वा दीर्घ इक् प्रत्याहारचकर्णः अस्ति चेदपि गुणकार्यं भवति अन्तिमस्वरस्य. हलन्तदातवः चेत् उपादायं लघु इक् अस्ति चेत् गुणकार्यं भूत्वा वर्णमेलनं भवति इति चिन्तनं अस्माकं, तादृशचिन्तनं भवतु इति. अस्तु, प्रश्नः नास्ति चेत् अग्रे सरामः. किं शङ्करपत्रे क्लेशः नास्ति खलु? अस्तु महोदय, धन्यवादः. सुलभमेव भगिनि. हा अस्तु भगिनि, धन्यवादः. राजेन्द्रमहोदय नूतनकरपत्रं पश्यति किम्? तिङ् प्रत्यानां सिद्धिः इति एकनिमिषः भगिनि, अत्र आसीत् अत्र किम् इत्युक्ते मया करपत्रे अन्ये अपि महोदयस्य किमस्ति चार्ट् रूपेण एकम् आसीत् खलु, गूगल् डाक्युमेण्ट्, अदन्ताङ्गानां सिद्धतिङ् प्रत्ययः सारः इति एकं पी डि एफ़् प्रेषितवती, तत्र तु गूगल् डाक्स् मध्ये अपि च इति कृत्वा प्रथमकरपत्रं पश्यति चेत्, तर्हि तत्र तु सिद्ध अत्र गूगल् डाक् एकं गूगल् डाक् त्रयं प्रेषितवती खलु, प्रथमं गूगल् डाक् पश्यति चेत् तत्र तु सिद्धतिङ् प्रत्ययाः सन्ति. वयं तु जानीमः एव लटि सिद्धतिङ् प्रत्ययः अन्ते तु वयं तीतः अन्ते सीतः थ मीवहमः इति पूर्वमेव जानीमः खलु, तत् तर्हि तद् मनसि निधाय एतद् करपत्रं पश्यामः चेत् प्रत्ययसिद्धिः कथं भवति इति पश्यामः चेत् इतोपि सरलता भवति. नो चेत् किञ्चित् भ्रमः कदाचित् जायते चेत् एतत् अन्तिमरूपं किञ्चित् स्मरन्ति चेत् सरलं भवति. अस्तु, भगिनि इदानीं तृतीयबिन्दुः खलु, तृतीयबिन्दुः किं प्रत्ययानां सिद्धिः एव. आम् तदेव, आम् किन्तु तदर्थं मनसि अपि च इति कृत्वा प्रथमकरपत्रमस्ति खलु, तदपि पश्यति चेत् किञ्चित् सारल्यं भवति. अन्तिमरूपं तत्र स्थापितमस्ति, तर्हि तद् दृष्ट्वा किञ्चित् वयम् अवगन्तुं शक्नुमः. यदा वर्गः प्रचलति तस्मिन् समये वयं पश्यामः, तदपि रेफरेन्स् रूपेण किञ्चित् पश्यामः चेत् सारल्यं भवति इति. आम् महोदय, आरम्भं करोतु. तिङ्सिद्ध तिङ्प्रत्ययानां सिद्धिः प्रथमे द्वितीये च पाठयोः अङ्गं कथं निर्मीयते इति अस्माभिः अवलोकितम्. अधुना अङ्गं निर्मितं जय नय भव हर तर गाय शोभ कर्ष लज यत् वद मूर्छ वन्द इत्यादीनि भवादिगणीय अङ्गानि साधितानि. तथा अग्रे क्रियापदस्य निर्माणार्थं किम् अवशिष्टम् अस्ति? इदानीमेव वयं पठितवन्तः तत्र कथम् अङ्गं विकर्णप्रत्यय आधारीकृत्य अङ्गं कथं निर्मामः, तदनन्तरम् अत्र अग्रे क्रियापदस्य निर्माणार्थं किम् अवशिष्टं तत् इदानीम् अग्रे आगच्छति. क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति. विकर्णप्रत्ययनिमित्तं निमित्तकम् अङ्गकार्यं तदा धातुविकर्णप्रत्ययोः मेलनं यत् अस्माभिः इदानीमेव पठितवन्तः. तिङ्प्रत्ययसिद्धिः तृतीयः अस्ति. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गनि तिङ्प्रत्ययोः मेलनं. गतकर्पत्रे प्रथमं कार्यं जातं नाम धातुविकरणप्रत्ययं मेलनेन अङ्गं निर्मितं द्वितीयं कार्यं किं तिङ्प्रत्ययः सिद्धिः अत्र स्मर्तव्यं यत् वस्तुतः विकर्णप्रत्ययस्य आगमनार्थं तिङ्प्रत्ययः आवश्यकः एव प्रथमं धातुः अस्ति तदा लकारः विवक्षितः लकारस्य स्थाने तिङ्प्रत्ययः आगतः तदा एव कर्तरि शप् इत्यनेन विकर्णप्रत्ययः आयाति अतः प्रष्टुं शक्यते यत् तिङ्प्रत्ययः सिद्धि द्वितीयसोपानं कथं भवितुमर्हति उत्तरम् एवं प्रथमसोपानस्य कृते तिङ्प्रत्ययस्य आवश्यकता अस्ति एव सत्यं मनसि एवं भवेत् किन्तु क्रियापदस्य निर्माणार्थम् अस्माकम् अंशद्वयम् अस्ति अङ्गम् अपि च तिङ्प्रत्ययः च द्वयोः पृथक् पृथक् यन्त्र आधारम् अस्ति समयदृष्ट्या तिङ्प्रत्ययः पूर्वम् एव क्रियते तथापि केवलं चिन्तनार्थम् अनेन क्रमेण सौकर्यम् अस्ति प्रथमम् अङ्गनिर्माणं निर्मामः तदा तिङ्प्रत्ययं साधयित्वा आनयामः अस्माकं पृथक् यन्त्रागारे तिङ्प्रत्ययः सिद्धिः भवति तावत् एव किञ्चित् सरलरूपेण अत्र वक्तव्यमस्ति वस्तुतः विकर्णप्रत्ययः यथा आगच्छति तत्र तत्पूर्वं तु तिङ्प्रत्ययः आगच्छति एव यथा पूर्वं लकारः विवक्षितः तत्र लकारस्य स्थाने तिङ्प्रत्ययः आगतः तदा एव कर्तरि शप् इत्यनेन विकर्णप्रत्ययः आयाति अतः प्रष्टुं शक्यते यथा तिङ्प्रत्ययः सिद्धि तृतीयसोपानं कथं भवति भवतु तत् उत्तरमस्ति प्रथमसोपानस्य कृते यः तिङ्विकर्णप्रत्ययनिमित्तम् अङ्गकार्यमस्ति तत्र एकस्मिन् प्रकोष्ठे चिन्तयामः प्रकोष्ठे भवति तत् तादृशी कार्यं परन्तु क्रियापदस्य निर्माणार्थम् अस्माकं यः तिङ्प्रत्ययः सिद्धिः भवति तत्र किञ्चित् भिन्न प्रकोष्ठे तत्र भवति तत् कृत्वा तत्र पूर्वम् एव तस्य सिद्धिः तिङ्प्रत्ययस्य सिद्धिः भूत्वा तत् यथा विकर्णप्रत्ययः धातोः मेलनं भवति तदनन्तरं तत्र तिङ्प्रत्ययः सिद्धिः तत्र आगत्य तत्र कार्यं करोति आं महोदय धन्यवादः महोदय रघुपतिमहोदय किमपि अस्तु तर्हि अधुना तिङ्प्रत्ययान् साधयितुम् इच्छामः वदति वदतः वदन्ति इत्येषु क्रियापदेषु तिहितः अन्ति तीतः अन्ति इति तिङ्प्रत्ययाः सन्ति तेषां तिङ्संज्ञा भवति अतः तिङ्संज्ञकप्रत्ययाः इत्युच्यन्ते एते च प्रत्ययाः आरम्भे स्वमूलरूपे सन्ति आहत्य नवप्रत्ययाः परस्मैपदधातूनां कृते नवप्रत्ययाः आत्मनेपदधातूनां कृते परस्मैपदधातूनां मूलतिङ्प्रत्ययाः तिप्तस् झि सिप्तस्थ मिप्वस्मस् आत्मनेपदी धातूनां मूलतिङ्प्रत्ययाः त अतां स थास् अथां ध्वम् इड् वहि महिम् अस्तु इदानीं तिङ्प्रत्ययस्य अङ्गस्य निर्माणम् अभवत् इदानीं तदनन्तरं तिङ्प्रत्यय योजनीयं तत्र तिङ्प्रत्यय मूलरूपमस्ति तत् कथं तस्य रूपान्तरं भवति अन्तिमरूपं सिद्ध्यति इति दत्तमस्ति अग्रे वयं पठामः अत्र नव तिङ्प्रत्ययः आत्मनेपदि परस्मैपदिधातूनां मूलतिङ्प्रत्ययः आत्मनेपदिधातूनामपि नव मूल नवप्रत्ययाः सन्ति तिप्तस् झि इति प्रथमपुरुषस्य एकवचन द्विवचन बहुवचन तथा हि सिप्तस्थ मध्यमपुरुषस्य मिप्वस्मस् इति उत्तमपुरुषस्य आत्मनेपदिधातूनां तिङ्प्रत्ययाः सन्ति त आतां स तास् अथां त्वम् इड् वहि महीम् इति एते नव नव अष्टादशप्रत्ययाः परस्मैपदीनाम् अपि च आत्मनेपदीनाम् अग्रे पठामि वा भगिनि श्रूयते वा भगिनि? अहं शृणोमि. अस्तु अस्तु भगिनि. तस्य भगिनी नास्ति. अस्ति वदतु. नमस्ते. नमस्ते, क्षम्यतां, मम तु भङ्गम् अभवत्, पुनः आगतवती. धन्यवादः महोदय. अस्तु, वयम् इदानीं मूलतिङ्प्रत्ययानां तिङ्प्रत्ययानां विषये जानन्तः स्मः. परस्मैपदीनामपि च आत्मनेपदीनां तिप्तसि सिप्तस्त मिप्स्मस् ता तांस तासा तांसम् एडवैहि महि. येषां नाम तिङ्, यतोहि तिप् इत्यस्य तितः आत्मनेपदीनां कृते आत्मनेपदीधातूनां कृते महि इत्यस्य न पर्यन्तम् अस्ति. अतः आहत्य अष्टादश मूलप्रत्ययाः सन्ति. तर्हि तिप् इत्यस्य तितः महि इत्यस्य न पर्यन्तम्, अतः ति योगः न तिङ्, न अस्ति तिङ्, अतः तिङन्तम् इति अस्ति नाममस्ति. अग्रे पठामि. एभ्यः मूलप्रत्ययेभ्यः दशानां लकाराणां प्रत्ययाः साध्यन्ते. एकैकलकारस्य अष्टादशसिद्धप्रत्ययाः सन्ति. नवप्रत्ययाः परस्मैधातूनां कृते, परस्मैपदिधातूनां कृते. नवप्रत्ययाः आत्मनिपदिधातूनां कृते. एकैकस्य लकारस्य प्रत्ययाः भिन्नाः, परन्तु येषां सर्वेषां प्रत्ययानां मूलं तु एते उपरि लिखिता अष्टादशमूलाः अस्ति. एतत् मूलप्रत्ययं वयं दृष्टवन्तः, तिप् तिप्तस्ति इति आदि महिं पर्यन्तम् एते मूलप्रत्ययः. परन्तु मूलप्रत्ययः एकैकलकारस्य अष्टादशसिद्धप्रत्ययाः सन्ति. तत्र मूलप्रत्ययः अस्ति, तेषां परिवर्तनं भवति. कथम् इति लकारमनुसृत्य परिवर्तनं भवति. सारि, अस्तु, लकारमनुसृत्य सर्वे लकाराणां सर्वेषां लकाराणां एते नव अष्टादशप्रत्यय एव, परन्तु नन्तरं तेषां परिवर्तनं भवति. परिवर्तनं भूत्वा विकृतिः भवति. किन्तु यद्यपि भिन्न इति पश्यामः, दशानां लकाराणां भिन्नप्रत्ययाः भवन्ति, सिद्धतिङ्प्रत्ययाः भवन्ति, किन्तु मूलप्रत्ययः तु अष्टादश एव. तदनन्तरं कानिचन सूत्राणि लट् लकाराणां कृते कानिचन सूत्राणि सन्ति, लोट् कृते कानिचन अन्यसूत्राणि सन्ति इति कृत्वा रूपपरिवर्तनं भवति एव. धन्यवादः महोदय. अस्तु, एभ्यः मूलप्रत्ययेभ्यः दशानां लकाराणां प्रत्ययाः साध्यन्ते. एकैकलकारस्य अष्टादशसिद्धप्रत्ययाः सन्ति. नवप्रत्ययाः परस्मैपदिधातूनां कृते, नवप्रत्ययाः आत्मनेपदिधातूनां कृते. एकैकस्य लकारस्य प्रत्ययाः भिन्नाः, परन्तु येषां सर्वेषां प्रत्ययानां मूलं तु एते उपरि लिखिताः अष्टादशमूलाः. तद् महोदयेन पठितमासीत्, अग्रिमवान् तदेव अस्माभिः चर्चितम्. अधुना यद्यपि लकाराणां प्रत्ययाः भिन्नाः भवन्ति, तथापि मूलप्रत्ययाः तु केवलम् अष्टादश इति एव सन्ति. अवधेयम् यत् अङ्गं द्विविधा, अदन्तम् अनदन्तं च, तदा आधारेण सिद्धप्रत्ययाः अपि द्विविधा. अदन्त अङ्गानां कृते सिद्धप्रत्ययाः भवन्ति, तेभ्यः अनदन्ताङ्गानां कृते च सिद्धप्रत्ययाः किञ्चित् भिन्नाः. द्वयोः मध्ये बहुत्र सामप्यम् अस्ति, कुत्रचित् एव भेदः. अधुना अस्माकम् अवधानम् अदन्ताङ्गानां सिद्धतिङ्प्रत्ययेषु अस्ति. अहं अवगच्छति. अङ्गं तु द्विविधम् इति पूर्वमेव अस्माभिः पठितं खलु. अयं तु दशगणाः सन्ति, दशगणविकर्णप्रत्ययस्य मेलनेन अङ्गम् इति प्राप्नुमः. तर्हि अङ्गम् अदन्तम् अङ्गम् अनदन्तम् इति भागद्वयं वर्तते, विभज्यते अस्माभिः. किमर्थम् इत्युक्ते अदन्तम् अङ्गम् इति वदामः चेत् केषु गणेषु वर्तन्ते, तत्तु भुआदिगणे, दिवादिगणे, अनन्तरं सुधादिगणे, अदन्तम् अङ्गं प्राप्नुमः. धन्यवादः. तथा एव अनदन्तम् अङ्गम् इति वदामः चेत् अदादिगणे, रुदादि, सामान्यतया अदादिगणे अधिकतया भवति अस्ति, अदादिगणे, रुदादिगणे, अनन्तरं स्वादिगणे, क्रियादिगणे इति अन्यत्र सर्वत्र तु षड् गणेषु अस्माकं तु अनदन्तम् अङ्गं प्राप्नुमः. तर्हि अदन्तम् अङ्गानां कृते योजनाय सिद्धतुङ्प्रत्ययाः भिन्नाः, अनदन्तानाम् अङ्गानां कृते अपि भिन्नाः भवन्ति. तर्हि यत् लट् लकारम् इति पश्यामः चेत् तीतः इन्ति सीतः स इति अथ इति पठितवन्तः खलु, तथा एव तदेव अदन्तम् अङ्गानां कृते भिन्नम्, अनदन्तम् अङ्गानां कृते भिन्नं भवति. उदाहरणार्थं विधिलिङ्गं पश्यामः, विधिलिङ्गे किं भवति, अदन्तम् अङ्गं चेत् वयं किं कुर्मः, वयं अदन्तम् अङ्गं चेत् इत् इति योजनीयं भवति. पट् योगः, पट् पट् इत्यस्य पट् पट् धातोः विधिलिङ्गकारस्य रूपं किं भवति, पटेत् इति, पटेत् पटेत् एत् ईत् इति योजनीयं भवति. इत् इति प्रत्ययः सिद्धतिङ् प्रत्ययः भवति. तर्हि रूपं भवति पट् योगः इत् पटेत् इति रूपं. तथा एव किन्तु वयं कृ धातोः कृते पश्यामः, कृ धातोः कृते कुर्यात् यात् इति योजयामः, यात् यातां युः इति योजयामः. तर्हि अदन्तम् अङ्गानां कृते पट इति अदन्तम् अङ्गमस्ति, तर्हि पट इत्यस्य कृते इत् इति योजनीयं भवति. कृ धातोः कृते कुर् इति अङ्गं, कुर् योगः यात् इति, यात् इति योजयामः विधिलिङ्गकारस्य कृते. तर्हि अदन्तम् अङ्गानां कृते सिद्धतिङ्प्रत्ययाः भिन्नाः, अनदन्तानाम् अङ्गानाम् अपि भिन्नाः भवन्ति. अधिकतया तु सामान्यं वर्तते, किन्तु कुत्रचित् यथा अहम् उक्तवती अधुना विधिलिङ्गकारस्य तु भेदः वर्तते एव, अनन्तरं कुत्रचित् यत् लोट् लकारस्य मध्यमपुरुषे निश्चयेन भेदः भवति. कुत्रचित् वयं पठामः खलु, यद् पट इति धातोः लोट् लकारस्य मध्यमपुरुषरूपं किम् अस्ति, एकवचनरूपं पट इति, भव भव पट भव पट इति एव अस्ति. न मध्यमपुरुष एकवचनं पट इति एव अस्ति. आम् अधुना दा धातोः कृते रूपं किम्, देहि देहि ब्रूहि धातोः ब्रूहि देहि इति आगच्छति. तर्हि हि इति आगच्छति. तर्हि अदन्तान् आम् अङ्गानां कृते भिन्नतिङ्प्रत्ययः कुत्रचित् भेदः वर्तते इति एव स्मर्तव्यं. तर्हि पृथक्तया पश्यामः रूपा सिद्धतिङ्प्रत्ययः कः इति पृथक्तया पश्यामः. भुवादिगणे सर्वे अदन्ताङ्गान द्वादिगणे चुरादिगण किमर्थम् इत्युक्ते विकर्णप्रत्ययः अ इति मेलनेन तु अकार सर्वे अस्तु. चुरादिगणे अपि अदन्तम् अङ्गं, दिवादिगणे अदन्तम् अङ्गम्, अतुदादिगणे अपि अदन्तम् अङ्गं, किन्तु अदादिगणे तु विकर्णप्रत्ययः एव नास्ति. तर्हि कुत्रचित् अदन्तम् अङ्गं भवति, कुत्रचित् अनदन्तम् अङ्गं भवति. अस्तु अस्तु अस्तु महोदय. अग्रे अस्तु अग्रे भगिनि अग्रिमपक्तिमपि पठति किं भगिनि, अरुणा भगिनि. अस्तु. एतावता यादृशी कार्यशैली वर्णता, सा अत्यन्तं शक्तिशालिनी. अङ्गं साधयतु अङ्गयन्त्रागरे तथा तिङ्प्रत्ययं साधयतु प्रत्ययन्त्रागारे तदा द्वयं मेलयतु. एवञ्च एकैकस्य लकारस्य कृते स्वयं यन्त्रागारं भवतु. यथा लट्लकारे सर्वेषां द्विसहस्रस्य धातूनाम् अङ्गं क्रमेण निर्मातु तदा सिद्धप्रत्ययैः सह मेलयतु। एवं रीत्या लट्लकारे कस्यचित् अपि नैपुण्यं भविष्यति एव। अस्माकं वयं तु सामान्यतया पश्यामः खलु यत्र कार्यन्त्रस्य निर्माणं भवति तत्र यदि अहं शेव्रोले वदामि, शेव्रोले इत्यस्य कार्यन्त्रनिर्माणं भवति तत्र स्वयं शेव्रोले करोति किं कार्यानस्य चक्रं कार्यानस्य यदस्ति देहम् इति स्वयं करोति किं नास्ति खलु। चक्रस्य कृते भिन्नयन्त्रं कदाचित् भिन्न कम्पनी अपि भवति खलु, कार्यालयं तस्य कृते अपि भवति। तर्हि एकत्र तु एकस्य यन्त्रागारे तु चक्राणां आयोजनं भवति, अन्यत्र तु देहस्य कार् इत्यस्य देहस्य कार्यानस्य देहस्य आयोजनं भवति। अनन्तरम् अन्ते किं करोति, एकः तत्र उपविशति, एकं यन्त्रम् उपविशति, तत् सर्वं मिलित्वा हेच्बेक् फैव् डोर् हेच्बेक् इति निर्मा इति करोति। तदेव चक्रम् उपयुज्य भिन्न अपि माडल् करोति चेवलै। तर्हि यन्त्रागारं भिन्नं भवति एकस्य भागस्य कृते, अन्ते तु वयं किं कुर्मः, यत् यत् माडल् आवश्यकं तदनुसृत्य वयं योजयामः, तथा एव अत्रापि। तर्हि धातु अङ्गस्य कृते एकं यन्त्रम् अस्ति, अनन्तरं लकाराणां कृते सिद्धतिङ्प्रत्ययानाम् अन्यत् यन्त्रं, तद् साधयित्वा अन्तिमसोपाने वयं सर्वे मेलिष्यामः। सर्वेषामपि मेलनं वयं कुर्मः। तर्हि किमर्थं तथा कुर्मः इत्युक्ते प्रक्रिया समाना, अदन्तानाम् अङ्गानाम् इति प्रक्रिया तु समानमस्ति, अतः एव अनदन्तानाम् अङ्गानां सिद्धतिङ्प्रत्ययाः द्वादिगणे वा द्विवादिगणे चुरादिगणे वा भवतु, चुरादिगणे वा द्विवादिगणे वा तुदादिगणे वा भवतु, सिद्धतिङ्प्रत्ययः तु एकः एव, प्रक्रिया समाना इति कृत्वा तद् भिन्नं पठित्वा अनन्तरम् अन्ते वयं मेलिष्यामः, सर्वेषामपि मेलनं कुर्मः इति। अवगच्छति खलु सोपानं किं महोदयेन अत्र यन्त्रागारः इति उक्तम् इत्युक्ते एतस्य अस्माकं इण्डस्ट्रियलैसेशन् तथा एव कृतमस्ति खलु। वन् सेक्षन् यु डु नट् इति कृत्वा नट् अण्ड् बोल्ट्, एकत्र नट् करोति अन्यत्र बोल्ट् करोति, अनन्तरं नट् अण्ड् बोल्ट् योजयति इति कृत्वा। यु केनाट् डु एव्रिथिङ्ग् इन् वन् एक्विप्मेण्ट् रैट्, इट् इस् नाट् एफिशियण्ट्, because whether the nut is going to a car or whether the nut is going to a door, the nut is just going to be of a certain kind of a nut on a certain size which is going to be produced in one equipment, right? So tata asmakam chintanam ekasya prakarasya etra chintanam bhavati tattu ekasya intragare bhavatu iti, so it will be a separate thought process, right? So we are separating the thought process which is one for angam and one for siddhatim pratyaya, and then finally we'll join it all together. It's about our thought process, that is it. Because what happens, like, you know, you have like dvisahasradika dhatavah santi sarvesham lat lot lang vidirlingi iti chintayamaha che dasha lakaranam api chintanam bhavatu anantaram kim tasya api punah nava santi galu purushah purushatrayam vartate anantaram vachanatrayam vartate iti पश्यामः चेत् कियन्तः रूपाणि अस्माभिः पठितव्यानि, कियन्तः रूपाणि, तर्हि तत्तु सरलीकर्तुमेव श्रेणीकर्तुमेव श्रेणीकृतमस्ति मातृभिः। तर्हि एकं रूपं पश्यामः चेत् एकस्य धातोः एकं रूपं पश्यामः चेत् तदेव प्रक्रिया वर्तते सर्वेषां तादृश गणस्य कृतेपि। यन्त्रागारम् इति अन्यपदं सामग्री पाकगृहे सामग्री तत्र तत्र अस्ति, एतत् सर्वं स्वीकुर्मः, एतदपि वक्तुं शक्नुमः। तदेव चिन्तनं पाकशाला यन्त्रागारम् एव सत्यं, तदेव अस्ति भगिनि। अस्माकं होटेल् अधुना गच्छति चेत् अपि किं भवति, एकत्र सास् इति एकः करोति, अनं तदेव सास् उपयुज्य भिन्नभिन्न व्यञ्जनानि अपि ते कुर्वन्ति खलु. तर्हि किमर्थं बेस् तु एकत्र आमां किन्तु भिन्नः सत्यम् अस्माकं कास्ट् अपि भिन्नं कृत्वा अधिकं जायते अस्माकं महोदय. तत्तु चिन्तनं किम् इति अवगच्छति खलु, सारांशः कः इत्युक्ते अस्माकं चिन्तनं कथं भूयात् इति भवति. सुन्दरमस्ति तावत् सुलभं भवति. नो चेत् एतद् नास्ति, एतादृशश्रेणीकरणं नास्ति चेत् किं भवति, भ्रमः एव जायते. वै विल् बि कन्फ्यूस्ड् रैट्, लैक् हौ मेनि धातुस् अण्ड् हौ मेनि रूपं दृष्टं. वेरि हार्ड् टु रिमेम्बर् एव्रिथिङ्ग् रैट्. सो दट्स् वै वी हाव् दिस् थाट् प्रोसेस्, इट् सिम्प्लिफैस् इट्. तर्हि सिङ्ग् सिद्धतिङ्प्रत्ययः द्विप्रकारकः स्तः. एकं तु अदन्ताङ्गस्य सिद्धतिङ्प्रत्ययः, अनदन्ताङ्गस्य डिफ्रेण्ट् मोडल् डिफ्रेण्ट्. अस्तु अस्तु, उदाहरणार्थं यथा उक्तवती विधिलिङ्गकारस्य अदन्तमङ्गं चेत् यात् यातां युः योजनीयम्, अनन्तमङ्गं चेत् इत इताम् इति युः इति योजनीयम् इति. तर्हि तर्हि नूतनधातुः किमपि पश्यामः चेत् वयं जानीमः अस्तु चीदातुः, अहं तु चीदातोः कृते रूपं किं चिनु इति, चिनु तु अद अनदन्तमङ्गम् इति जानीमः. तर्हि चिनुयात् चिनुयातां चिनुयुः इति सरलं भवति खलु. तत्रापि आत्मनेपदिधातूनां पृथक् भवति अधिकतया सामान्यं वर्तते, कश्चन भाग कुत्रचित् एव भेदः वर्तते. अस्तु महोदय, अस्तु अग्रिम अग्रे कस्य क्रमः आसीत्, विजया भगिनी पठति भगिनि. अस्तु भगिनि, अस्य कार्यस्य कृते युत् संज्ञा विज्ञानम् आवश्यकम्. एतत् पूर्वम् अस्मिन् करपत्रे मूलप्रत्ययेभ्यः कथम् एकबिन्दुः परस्मैपदी लट् लकारस्य तथा द्वितीयबिन्दुः परस्मैपदी लोट् लकारस्य प्रत्ययाः साध्यन्ते इति द्रक्ष्यामः. तत्र परस्मैपदी लट् अनन्तरं परस्मैपदी लोट् लकारस्य प्रत्ययाः किमिति साध्यते इति द्रक्ष्यामः. अस्य कार्यस्य कृते इत् संज्ञा विज्ञानम् आवश्यकम्. पूर्वमपि अस्माभिः दृष्टं यत् पाणिनिना एकस्मिन् स्थले क्रमेण सर्वाणि इत् संज्ञा विधायकसूत्राणि स्थापितानि इत् संज्ञा प्रकरणे. तानि इत् संज्ञा विधायकसूत्राणि षट् सन्ति. एकेन सूत्रेण इत् संज्ञा निषीद्यते, अन्ते च अपरेण सूत्रेण इत् संज्ञकः अंशः लुप्यते. लुप्यते इत्युक्ते लुप्तं भवति, तत्र लोपः भवति. सम्प्रति येषु अष्टषु सूत्रेषु सूत्रत्रयम् अपेक्षते. तत्र संज्ञाविधायकसूत्रेण किं कार्यं भवति इति किञ्चित् सूत्रेण निषेधं भवति, अनन्तरं किञ्चित् सूत्रेण लुप्तः लोपः भवति. एतत् सम्प्रति येषु अष्टषु सूत्रेषु सूत्रत्रयम् एव तत्र अपेक्षते इत्युक्ते यत्र त्रीणि सूत्राणि एव आहत्य अष्ट सूत्राणि सन्ति, अत्र षड् विधायकसूत्राणि इत्संज्ञा लोपकार्यं विदधाति. अनन्तरम् एकं निषेधकमस्ति, किम् अस्ति, न विभक्तौ तुस्माः इति सूत्रं निषेधयति, निषेधकसूत्रमस्ति. अनन्तरं किम् अन्तिम तस्य लोपः इति सूत्रं तत्तु लोपकार्यं कारयति. अग्रे पठामि वा भगिनि? आं भगिनि. प्रथमम् अहनन्तमिति सूत्रेण पश्यामः चेत् एकाध्याये तृतीयपादे त्रीणि सूत्रे तत्र उपदेशे उपदेशान्त्यं खलित् स्यात्। अनेन यस्य कस्यापि अंशस्य अन्ते हल् वर्णः भवति तस्य हल् वर्णस्य ईतसंज्ञा भवति। धातोः अन्ते वा प्रत्ययस्य अन्ते वा द्वयोरपि अन्ते हलः ईतसंज्ञा भवति। यथा शप् इत्यस्मिन् पकारस्य पकार इत्यस्य ईतसंज्ञा, निच् इत्यस्मिन् चकारः, सुकृजन् इत्यस्मिन् ञ, शन् इत्यस्मिन् नकारः, एतत् सर्वं तत्र हलन्त्यम् इति रूपेण लोपः भवति। सामान्यसूत्रमस्ति हलन्त्यम् इति सूत्रं, प्रत्ययः वा धातुः वा उपदेश अवस्थायां यदि हल् वर्णः अस्ति चेत् तस्य तु हलन्त्यम् इति सूत्रेण लोपः भवति। तावदेव तत्र अनन्तरं तस्य लोपः, अनन्तरं तस्य लोपः इति प्रथमाध्याये तृतीयपाठे नवसूत्रं किं वदति चेत् तत्र यस्य ईतसंज्ञा जाता तस्य लोपः भवति। यथाशप् प्रत्यये पकारस्य ईतसंज्ञा भवति, लोपः च। एतत् सर्वं वयं पूर्वमेव दृष्टवन्तः। अनन्तरं न विभक्तौ स्मः, एतदेव अपि प्रथमसूत्रे प्रथमाध्याये तृतीयपादे चतुर्थसूत्रं किम् उक्तं चेत् तत्र धातूनां सुप्रत्ययाः सुबन्तानाम् इत्युक्ते नामपदानां सुप्रत्ययाः एते सर्वे विभक्तयः इति उच्यन्ते। विभक्तिः च इति सूत्रेण, विभक्तिश्च इति सूत्रेण, येषां विभक्तीनाम् अन्ते यदि सवर्गीयवर्णः तत्र दद्ध न सकारः अथवा मकारः अस्ति तर्हि इदं सूत्रं हलन्त्यम् इत्यस्य कार्यं बाधते एव। तत्र हलन्त्यम् इत्यनेन येषां वर्णानाम् इतुसंज्ञा भवति स्म, इतुसंज्ञा भवति स्म, किन्तु न विभक्तौ सुष्मः इत्यनेन इतुसंज्ञा बाधिता भवति, अनेन इतुसंज्ञा न भवति। यथा सुप्रत्ययः जस् द्यां दिस् एतत् तत्र षष्ठी विभक्तिः, अपि च तिङ् प्रत्ययाः, तिङ् प्रत्ययः तस् बस् मस्, अत्र द्याम् इत्यस्य मकारः, तस् इत्यस्य सकारः, येषां वर्णानाम् ईतसंज्ञा भवति स्म, किन्तु न भवति। तत्र अवधेयं यत् धातुषु अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः धातोः अन्ते एते वर्णाः, सवर्गीयवर्णाः, सकारः, मकारः, एतत् सर्वं तत्र ईतसंज्ञा भवति सुबन्तमिति सुप्रत्यये विषये। तर्हि तिङ् वा सुबन्तं सुप्रत्याहार वा तिङ् प्रत्याहारस्य, केवलं तिङ् सुप्रत्याहारस्य तिङ् प्रत्याः सुप्रत्याः प्रत्याः सन्ति, एतेषां नामकरणमस्ति, विभक्तिसंज्ञा वर्तते एतेषां, तर्हि विभक्तिश्च इति सूत्रेण संज्ञा वर्तते, विभक्तिसंज्ञा। तर्हि न विभक्तौ तुस्मः सूत्रं किं वदति, यदि विभक्तिसंज्ञकप्रत्यानां कृते तु इत्युक्ते तवर्गस्य कश्चन वर्णः, नो चेत् सकारः, नो चेत् मकारः अस्ति चेत् अन्ते तेषां लोपः न जायते इति, नो लोप इत्संज्ञा नास्ति, लोपः न करणीयम् इति। उदाहरणार्थम् अत्र मध्यमपुरुषे तस् इति अस्ति, तस् अनन्तरं बस् अस्ति, मस् अस्ति, तत्र तु लोपः न भवति। तथा एव सुप्रत्ययस्य अपि भ्यां व्यस्त् इति यत्र सकारः वा तकारः वा अन्ते अस्ति चेत् लोपः न भवति। अस्तु भगिनि, इतोपि पञ्चनिमिषाः सन्ति खलु, अग्रेपि किञ्चित् पश्याम। अस्तु, राजेन्द्रमहोदय पठति किल। नमस्ते, राजेन्द्रमहोदय पठति किं महोदय, श्रूयते किं? क्षम्यतां भगिनि, अहं म्यूट् मध्ये आसम्, अहं पठन् आसम् परन्तु न ज्ञातवान् परस्मै पदे लट् लकारस्य तिङ् प्रत्यय सिद्धिः अत्र मूलमस्ति तित् तस् जि सिप् तस्थ मिप् पस् मस् ते मूलप्रत्ययाः सन्ति प्रश्नपदे लट्लकारस्य तिङ्प्रत्ययः सिद्धिः भवति कथं सिद्धिः भवति अत्र तिप् हलन्त्यं तस्य लोपः हलन्त्येन हलन्त्यं सूत्रेण तत् पकारस्य लोपः भवति तस्य लोप इत्संज्ञा भूत्वा तस्य लोपः भवति इत्याभ्यां सूत्राभ्यां पकारस्य लोपः ति इति लट् प्रत्ययः निष्पन्नाः कार्यं किमपि नास्ति खलु केवलम् एकमेव कार्यं पकारस्य लोपः इति तदर्थमेव वयं सिद्धतिङ्प्रत्ययाः अपि अग्रे पश्यामः चेत् करपत्रे प्रिण्टौट् कृत्वा पश्यामः चेत् सरलं भवति किं कार्यम् इति कोर्लेट् कर्तुं शक्नुमः वयम् अस्माभिः प्रत्ययः अस्ति द्विवचने प्रथमपुरुषे तत्र न विभक्तः तु स्मः अत्र सकारः अन्ते अस्ति तत् हलन्त्यं सूत्रं भाति तत् कोऽपि कार्यं न अस्ति सकारलोपः निषिध्यते तत् सुसृज रुः तस्मिन् सूत्रेण सकारस्य स्थाने रुः आदेशः भवति अनन्तरं खर्वसानयोर्विसर्जनीयः इति रुस्थाने विसर्गः आदेशः भवति तत्र तस् स लोपः निषिध्यते सस्थने रु तरु अत्र खर्वसानीय विसर्जनीयस्य तत् अन्ततो गत्वा तः इति लट् प्रत्ययः निष्पन्नः द्विवचनस्य कृते झि झि अत्र बहुवचन मूलप्रत्ययः अस्ति झि झि झ योग इ झोन्तः सूत्रेण अत्र झ स्थाने अन्त आदेशः भवति अपि च तत्र अन्त योग इ अन्ति इति लट् प्रत्ययः निष्पन्नः भवति बहुवचनस्य कृते बहुवचनं रूपं सिप् हलन्त्यं तत् अत्र अपि हलन्त्यं सूत्रेण पकारस्य संज्ञा भूत्वा तस्य लोपः भवति सूत्राभ्यां तत् सि इति लट् प्रत्ययः निष्पन्नः भवति तस् न विभक्तोतु स्मः अत्रापि सकारः अन्ते अस्ति तत् तत्कारणात् तत् न विभक्तोतु स्मः सूत्रेण सकारलोपः निषिध्यते तद् अनन्तरं सकारस्य स्थाने रु आदेशः भवति सुसृज रुः सूत्रेण अत्र थस् रु आगच्छति तत् तत् तदनन्तरं तत् खर्वसानयोर्विसर्जनीयः तत् रुस्थाने रुस्थाने तत्र विसर्ग आदेशः भवति थः भवति थस् स्थाने थः सिद्धप्रत्ययः भवति थ अत्र किमपि कार्यं नास्ति थ इत्येव लट् प्रत्ययः निष्पन्नः भवति मिप् हलन्त्यम् अत्रापि हलन्त्यं सूत्रेण तत् पकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति अतः अनन्तरं तत् मि एव अवशिष्यते तत् लट् प्रत्ययः निष्पन्नः भवति वस् मस् अत्रापि द्वौ प्रत्ययौ तत्र न विभक्तोतु स्मः सकारस्य लोपः निषिध्यते तत् सस्थाने रु आदेशः भवति तत्र सुसुसरुः तस्मिन् सूत्रेण अनन्तरं खर्वसानयोर्विसर्जनीयः तत् स तत्र विसर्गः आगच्छति तत् वस् तत् स्थाने सिद्धप्रत्ययः वः मस् तत् स्थाने सिद्धप्रत्ययः महा भवति अत्र तु नूतनविषयः किमपि नास्ति खलु केवलं हलन्त्यम् इति सर्वत्र हलन्त्यम् इति कार्यं यत्र सकारः अस्ति चेत् अन्ते तर्हि तत्र तु वयं न कुर्मः हलन्त्यम् इति सूत्रं न विभक्तौ तु स्मः इति सूत्रेण तत्र तु सकारः यत्र अन्ते अस्ति सुसृशुरुः करसनयोर्विसर्जनेः इत्यनेन विसर्गः आदेशः भवति अनन्तरम् एकमेव सूत्रमस्ति नूतनविषयम् अस्ति विषयः अस्ति जोन्तः इति सूत्रम् अनेन किम् अस्ति झकारस्य स्थाने अन्त आदेशः भवति सर्वत्र तर्हि जोन्तः इत्यनेन अन्त् अन्ति इति रूपम् अस्तु महोदय अत्र विरमामः किं तर्हि अग्रिम सप्ताहे प्रायः अत्र सूत्राणि अपि दृष्ट्वा अग्रे सर्तुं शक्नुमः अस्माभिः तत्र भगिनी रु रुगु इति विसर्गस्य स्थाने आगच्छति खलु, रुगु स्थाने विसर्गम् आगच्छति. एतत् सर्वं प्रथमविभक्ति लट् रूप द्वितीय द्विवचनमेव अभवत्. एतत् सर्वं प्रथमपुरुष प्रथमपुरुषद्विवचनरूपं द्विवचनरूपं सः इति. वयं तु सिद्धतिं कृते पूर्वमेव जानीमः खलु, ति सः अन्ति इति. तर्हि ति इति कथं जायते इत्युक्ते हलन्त्यम् इत्यनेन, तिप्तः ति हलन्त्यम् इत्यनेन. अनन्तरं तस् तः तः इति कथं जायते, न विभक्तौ तु स्मः. अनन्तरं करवसानयोर्विसर्जनीयः शुश्रूषोरुः करवसानयोर्विसर्जनीयः इत्यनेन तः इति आगच्छति. अनन्तरं झ स्थाने जि स्थाने कथम् अन्ति आयाति, जकारस्य स्थाने अन्त आदेशः भवति जोन्तः इति सूत्रेण इति पश्यामः चेत्, एकैकं पश्यामः चेत् सरलम् अस्ति खलु. एक केवलं जोन्तः इत्येव नूतनकार्यमस्ति. अत्र अत्र रु इत्यस्य उकारः तु उप अजनुनासिकः उकारः अस्ति. सकारस्य स्थाने यः रु आदेशः अस्ति, तस्य तु उकारः रेपस्य परे यत् उकारः अस्ति ततो अजनुनासिक उकारः अस्ति इति कृत्वा अजनुनासिकः इत्यनेन लोपः भवति उकारस्य. तर्हि रेपः एव अवशिष्यते. तस्य तु पदान्तरेपस्य पुनः करवसानयोर्विसर्जनीयः अवसाने अवस्थायाम् अस्ति इति कृत्वा विसर्गः आदेशः भवति. तत्र न दत्तं खलु भगिनि? किं भगिनि? महोदय न प्रदर्शितं, किन्तु रु इत्यस्मिन् उकारः तु अजनुनासिक उकारः अस्ति, तस्य तु उपदेशे अजनुनासिकः इत्यनेन लोपः भवति उकारः. तस्य रुः करवसानयोर्विसर्जनं सामान्यतया सर्वत्र आयाति इति कृत्वा महोदयेन प्रदर्शयति तत् अजनुनासिकः इति. अनेकत्र आयाति, तत्र यत्र सकारः अन्ते अस्ति तस्य तु तादृशकार्यं भवति. अङ्गस्य अङ्गं प्रति योजनवेलायामपि किं कार्यं भवति, अन्यत् कार्यमपि भवति पुनः अङ्गकार्यं. तिङ् इति अपि सार्वधातुकप्रत्ययः अस्ति इति कृत्वा तिंशित् सार्वधातुकं ननु, तर्हि सार्वधातुकसंज्ञा वर्तते खलु खलु इति कृत्वा पुनः अङ्गकार्यं भवति. यदि अङ्गस्य अन्ते इकारः वा उकारः वा ऊकारः वा अस्ति चेत् पुनः तत्र गुणकार्यमपि प्रेरयति, तिङ् अपि गुणकार्यं प्रेरयति. पठामि अत्र इदानीं मि अस्ति मिप् परन्तु पठयोग अस्ति दीर्घः भवति तत्र सर्वत्र न न न दीर्घः तत्तु आमामां तत्र तु भिन्नसूत्रमस्ति आडु क्षम्यताम् आमां भिन्नम् अस्ति आम् भिन्नसूत्रमस्ति तस्मिन् समये. नमस्ते, तर्हि विरमामः. धन्यवादः, धन्यवादः, तर्हि शुभरात्रिः.